गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासः इत्यस्मिन् प्रकरणे स्मः तत्र साधारणहेत्वाभासः पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमानवाक्यम् तत्रापि हेतौ दुष्टत्वसम्पादनप्रकारः इत्यस्मिन् विषये स्मः तर्हि हेत्वाभासः इति उक्तत्वात् कथञ्चित् हेतौ दुष्टत्वं सम्पादनीयम् दुष्टत्वं नाम किं दुष्टे विद्यमानधर्मः दुष्टत्वं कः दुष्टः यस्मिन् दोषः अस्ति सः एव दुष्टः तर्हि दोषः इत्युक्ते कः सः एव दोषः एव हेत्वाभासः इति अर्थः तर्हि यस्मिन् दोषः अस्ति सः दुष्टः तस्मिन् दुष्टे दुष्टत्वं सम्पादनीयं कथञ्चित् अस्तु तत्रैव अस्माभिः दृष्टं तत्र एकज्ञानविषयप्रकृता हेतुता अवच्छेदकत्वं सम्बन्ध अवच्छेदकवत्वं सम्बन्धः तत्र अनुमानवाक्यमासीत् ह्रदः वह्निमान् घटत्वात् इत्यत्र अत्र कः क्लेशः ह्रदः वह्निमान् घटत्वात् इत्यस्मिन् अनुमानवाक्ये कः क्लेशः इति चेत् ह्रदे पक्षे यदा कदापि वह्निः न भवति तर्हि साध्याभावः नित्यत्वेन पक्षे अस्ति इति कृत्वा अत्र यदा कदापि न भवति तर्हि हेतुः यत्किमपि वक्तुं शक्यते ह्रदः वह्निमान् घटत्वात् ह्रदः वह्निमान् पटत्वात् इति यं कमपि हेतुं वक्तुं शक्यते वस्तुतः अत्र प्रश्नः कः इति चेत् वह्नि अभावत् ह्रदः इति एव दोषः अत्र वह्नि अभाववत् ह्रदः यस्मिन् कस्मिंश्चित् काले ह्रदौ वह्निः न ह्रदे वह्निः न भवत्येव तर्हि वह्नि अभाववत् ह्रदः इति एव दोषः किन्तु अत्र हेतुः किमुक्तं घटत्वात् इति जातिः उक्तः अस्ति तर्हि कथञ्चित् वह्नि अभाववत् ह्रदः घटत्वे आनेतव्यं तदा एव हेतौ दुष्टत्वं सम्पादयितुं शक्यते इति निर्बन्धः अस्ति अस्तु तर्हि किञ्चित् अग्रे गमनात् पूर्वं स्थूलरीत्या किञ्चित् चिन्तनं कुर्मः अत्र नैयायिकानां चिन्तनं कथमस्ति इति मयापि बहु किमपि चिन्तितं बहुवारं अत्र मुख्यवर्गस्य ध्वनिमुद्रणं श्रुतं तदनन्तरमेव एतत् अवगतं यदि एकं वाक्यम् उक्तमस्ति चेत् सर्वं समञ्जसं भवति समीचीनतया अवबोधः जायते तदर्थम् एषः प्रयासः अस्तु सत्यभामा भगिनि मया सह किञ्चित् सम्भाषणं करोतु आम् महोदय अस्तु अत्र एतावत्पर्यन्तं कति सम्बन्धाः अस्माभिः अधीताः पूर्वप्रथमभागः यदस्ति तस्मात् आरभ्य महोदय एतावत्पर्यन्तं न्यायसिद्धान्ते के सम्बन्धाः अस्माभिः अधीताः संयोगसम्बन्धसमवायसम् एकनिमिषम् अत्र क्रमेण गच्छतु संयोगसम्बन्धः उत्तमं तयोः मध्ये संयोगसम्बन्धः भवति भूदलम् अपि च द्रव्ययोः मध्ये समीचीनम् अस्तु द्रव्ययोः मध्ये संयोगसम्बन्धः भवति केवलं द्रव्ययोः इति वदति चेत् पर्याप्तं वा इत्युक्ते आकाशकालयोः यद्यपि उभयमपि द्रव्यं तयोः मध्ये संयोगसम्बन्धः भवति किम् न भवति महोदय तर्हि इतोपि परिष्कारं करोतु अनित्यद्रव्यो अनित्यद्रव्ययोः मध्ये एव अनित्यद्रव्ययोः मध्ये एव भवति इति चेत् परमाणोः मध्ये संयोगः न भवति किम् तद् भवति कथं वक्तव्यं तर्हि अनित्ययोः इति कथम् संयोगः द्वयोः संयो परमाणोः अपि भवति. परमाणौ तु अनित्यः अस्ति, तत्र भवति. तर्हि कथं वक्तव्यम्? कुत्र न भवति इति द्रष्टव्यं वा? अहं चिन्तयामि भवती उत्तरं ददाति. वदतु. नित्यद्रव्योः मध्ये संयोगः न भवति, अन्यत्र सर्वदा भवति. इदानीमेव मया उक्तं खलु, नित्यद्रव्योः मध्ये संयोगः न भवति इति कथं? परमाणोः मध्ये संयोगः भवति खलु. परमाणोः मध्ये भवति, अन्यत्र न भवति खलु महोदय. अन्यत्र इति तर्हि परिष्कारम्? आकाशः इति कीदृशद्रव्यमस्ति? आकाशस्य परिमाणं किम्? शब्दं. परिमाणं नित्यम् अस्ति. परममहत् परिमाणं, विभुपरिमाणं खलु. परिमाणं तर्हि अत्र कथं विभुपरिमाणवती क्रिया भवति वा न भवति? तर्हि कथं वक्तव्यं? संयोगः तयोः मध्ये भवति. यत्र क्रिया सम्भवति तत्र एव. तत्र इतोपि परिष्कारं करोतु. क्रिया अपि च द्रव्यम् उभयमपि वक्तव्यं खलु. यद्यपि क्रिया तु द्रव्ये एव भवति, तर्हि क्रियावत्योः मध्ये संयोगः भवति. क्रियावत्योः द्रव्योः मध्ये संयोगः भवति. वस्तुतः अत्र द्रव्ययोः इति अपि न वक्तव्यं. किमर्थम् इति चेत् द्रव्ये एव क्रिया भवति खलु. अन्येषु गुणेषु वा जात्यासु वा क्रिया न भवति इति कृत्वा क्रियावत्योः मध्ये संयोगः भवति. अस्तु, तर्हि संयोगः इति कश्चन सम्बन्धः. तदनन्तरं समवायः. तयोः मध्ये समवायः भवति. तत् गुणगुणिनोः क्रियावतोः जाति व्यक्तयोः तदनन्तरं स्थलद्वयं विशेषणनित्यद्रव्योः इतोपि एकम् अवयव अवयविनोः अवयव अवयविनोः. तदनन्तरं स्वरूपसम्बन्धः. समीचीनं. तस्मात् पूर्वं तादात्म्यसम्बन्धः वदतु. स्वस्मिन् तादात्म्यसम्बन्धः यत्किमपि स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति तिष्ठति. तादात्म्यसम्बन्धः इति तृतीयसम्बन्धः. अनन्तरं स्वरूपसम्बन्धः अभावस्य स्थले अभावः केन सम्बन्धेन तिष्ठति इति चेत् अत्र स्वरूपसम्बन्धः इति केवलम्. अस्तु, स्वरूपसम्बन्धः अभावस्थले प्रयोगं कुर्मः, किन्तु केवलम् अभावस्थले एव स्वरूपसम्बन्धस्य प्रयोगः किम्? अन्य तु कालदैशिकविशेषता एव खलु, तदपि स्वरूपसम्बन्धः वा? सत्यं, स्वरूपसम्बन्धस्य द्वैविध्यमस्ति. दैशिकविशेषणता सम्बन्धः, कालिकविशेषणसम्बन्धः. तर्हि इदानीं कालिकविशेषणतासम्बन्धे सम्बन्धः तयोः मध्ये भवति इति चिन्तयतु. कालिकसम्बन्धः तु जन्याना समानकाले स्वीकृत्य यदि वदामः चेत् एव तयोः मध्ये भवति. कालं जन्ययोः मध्ये एव भवति वा? न, कालम् आधारीकृत्य वदामः चेदेव तत् स्वीकर्तुं शक्यते इति भवती उक्तवती. पुनः प्रश्नः अहं कुर्वन् अस्मि, जन्ययोः मध्ये एव कालिकासम्बन्धः भवति वा इति प्रश्नः. आं महोदय आकाशः आकाशः घटे केन सम्बन्धेन वर्तते अत्रापि खलु भवितुम् अर्हति नित्य एकस्मिन् पक्षे नित्यः अन्यत्र अनित्यपदार्थः तादृशं भवितुम् अर्हति द्वयोः नित्ययोः न भवति सत्यं द्वयोः नित्ययोः न भवति तर्हि जन्ययोः मध्ये भवितुम् अर्हति नो चेत् अत्र नित्यद्रव्यम् अपि जन्यद्रव्यं नित्यं जन्यम् अनयोः मध्ये भवितुमर्हति कालिकासम्बन्धः अस्तु दैशिकविशेषणतासम्बन्धः तदपि तादृशं भवितुमर्हति अनित्ययोः अपि च एकस्मिन् पक्षे नित्यत्वम् अन्यस्मिन् अन्यत्र अनित्यवस्तु अस्ति चेत् अपि दैशिकविशेषता वक्तुं शक्यते इति अस्माभिः पठितं किम् पर्वतं स्वीकृत्य उक्तं खलु महोदय किमुक्तं वदतु हिमालयपर्वतस्य अपेक्षया एतत् तत्र दिश दिक्निरूपणे तस्मिन् समये सूर्य आधारीकृत्य भवतः प्रेषितं खलु सत्यं किन्तु सूर्यः नित्यः किम् आपेक्षिकः नित्यः न न अत्र अपेक्षिकः इति किमपि नास्ति यद् नित्यं तद् नित्यमेव यद् अनित्यं तदा नित्यमेव सूर्ये क्रिया भवति वा न वा भवति क्रिया भवति सूर्यक्रिया अपि च सूर्यस्य परिमाणं किम् मध्यमपरिमाणं खलु मध्यमपरिमाणवन्तः तर्हि अनित्यमेव अनित्यः भवतु अस्तु समीचीनं तर्हि एतावत्पर्यन्तं संयोगसम्बन्धः समवायसम्बन्धः कालिका तादात्म्यसम्बन्धः कालिकाविशेषणसम्बन्धः दैशिकाविशेषणसम्बन्धः दैशिकविशेषणसम्बन्धः इति बहवः सम्बन्धाः अस्माभिः दृष्टाः तदनन्तरम् इतोपि सम्बन्धः अस्ति वा परम्परासम्बन्धः पठितं खलु परम्परासम्बन्धः इति किमपि सम्बन्धः नास्ति अत्र एते सम्बन्धाः स्वीकृत्य परम्परासम्बन्धः कल्पयितुं शक्यते तावदेव न तर्हि परम्परासम्बन्धः इति कश्चन सम्बन्धः नास्ति अन्यः सम्बन्धः कः ह्यस्तनवर्गे वयं पठितवन्तः एकज्ञानविषयः विषयप्रकारहेतुता अवच्छेदवस्त्वम् इति तत्र आगच्छन् अस्मि किन्तु तस्मात् पूर्वं किञ्चित् अवगन्तव्यमस्ति ज्ञाने कति विषयाः सन्ति ज्ञाने तिस्रः विषयाः सन्ति त्रयः विषयाः सन्ति विशेष्यः विशेष्यः प्रकारः संसर्गः हा तर्हि प्रकारः केन सम्बन्धेन ज्ञाने अस्ति प्रकारितासम्बन्धेन हा प्रकारितासम्बन्धेन तर्हि प्रकारितासम्बन्धः इति कश्चन सम्बन्धः अस्ति खलु आम् अस्ति तदपि वक्तव्यं मनसि तदपि स्थातव्यं तर्हि तत्र प्रकारितासम्बन्धः संसर्गितासम्बन्धः विशेषितासम्बन्धः इति त्रयः सम्बन्धाः तैः सम्बन्धैः विषयाः ज्ञाने वर्तन्ते अपि च विपरीतरीत्या ज्ञानं केन सम्बन्धेन एतेषु विषयेषु वर्तते विषयतासम्बन्धेन विषयं वर्तते तद् प्रकारतासम्बन्धेन विशेषणं वर्तते संसर्गतासम्बन्धेन सम्बन्धः संसर्गः वर्तते तत्र विशेष्यतासम्बन्धेन विशेष्ये वर्तते विशेष्ये वर्तते अस्तु तर्हि सर्वे एतत् सर्वं मनसि संस्थापयन्तु अस्तु, किमर्थम् एतादृश गभीरचिन्तनं कृतम् इति चेत् केवलं पुनस्मारणाय भवति इति तु सत्यं, किन्तु इदानीं भवत्याः अपि च मम आवयोः मध्ये किमपि सम्बन्धः अस्ति वा? सम्बन्धः नास्ति, गुरुशिष्यसम्बन्धः अस्ति. तत् त्यजतु इदानीं, तत् त्यजतु. किन्तु भवती अपि च माम् आवयोः मध्ये किमपि सम्बन्धः अस्ति वा इति चेत् नास्ति इति वदामः. नास्ति, आम् नास्ति. किन्तु न्यायवर्गे इतः परं तादृशं न वक्तव्यम्. किमर्थम् इत्युक्ते भवती अपि जन्या, अहमपि जन्यः, तर्हि जन्ययोः मध्ये कः सम्बन्धः भवति? संयोगः भवति जन्ययोः मध्ये. कालिकासम्बन्धः कालिकासम्बन्धः भवति. यदा अहं तु भवतीं प्रति आगत्य हेण्ड्शेक् करोमि चेत् तदा संयोगसम्बन्धः भवति आवयोः मध्ये. किन्तु भवती यत्र अस्ति तत्रैव अस्ति, अहं तु अत्रैव अस्मि, तथापि आवयोः मध्ये सम्बन्धः अस्ति. कः सम्बन्धः इति चेत् कालिकासम्बन्धः अस्ति. तर्हि कालिकासम्बन्धेन सर्वं लोके सम्बन्धिनः भवन्ति इति मनसि भवेत् इति एकं विषयं बुद्धं खलु? बुद्धं. हा हा, तर्हि जन्यं जन्ययोः लोके यत्किमपि जन्यमस्ति चेत् जन्ययोः मध्ये सर्वदा कालिकासम्बन्धः वक्तुं शक्यते. तर्हि आवयोः मध्ये कः सम्बन्धः इति चेत् कालिकासम्बन्धः अस्ति इति. कालम् अधिकृत्य वयं सम्बन्धिनौ, नाम आवां सम्बन्धिनौ इति एकम्. तदनन्तरम् इदानीं नैयायिकाः किं कुर्वन्ति अत्र, इदानीं समूह आलम्बनज्ञानम् इति अस्माभिः पठितं खलु, तत्र वायुः स्पर्शवान्, घटः रूपवान् इत्याकारकं समूह आलम्बक आलम्बनज्ञानम्. तस्मिन् समूह आलम्बनज्ञानस्य लक्षणं किं? लक्षणम् इत्युक्ते स्वरूपं किम्? बहवः विशेषाः बहवः प्रकाराः भवितुम् अर्हति, अथवा एकस्मिन् ज्ञाने बहवः विषयाः अपि भवितुम् अर्हति. हा, न्यूनादिन्यू अनेकविशेष्याः अनेकविशेष्यकज्ञानं समूहालम्बनज्ञानम् एकं न भवेत् तावदेव. यदि एकमेव विशेष्यमस्ति तर्हि तद् समूहालम्बनज्ञानं न भवितुमर्हति. अस्तु, तर्हि इदानीम् उदाहरणमस्ति अस्माकं पुरतः, घटः रूपवान्, वायुः स्पर्शवान्, अत्र विशेष्यौ कौ? खडः रूपवान्, खडः अपि च वायु. हा उत्तमं, घटः वायुः अपि च घटे किमस्ति? घटे खडत्वं रूपवान् इति उक्तं खलु, प्रकारः रूपम् रूपम् इति. उत्तमं, रूपं वायौ, वायौ स्पर्शः. अस्तु, तर्हि अत्रैव वैशिष्ट्यम् आगच्छति. सर्वे पश्यन्तु, एतद् पूर्वं समूहालम्बनज्ञाने न उक्तं. किम् इति चेत् घटः स्पर्शवान्, घटः रूपवान्, वायुः स्पर्शवान् इत्यस्मिन् ज्ञाने द्वौ विशेष्यौ स्तः, एकः घटः अन्यस्तु वायुः. तत्र घटे प्रकारः अस्ति, वायौ प्रकारः अस्ति, भवतु, किन्तु घटवायोः मध्ये किमपि सम्बन्धः अस्ति वा? नास्ति. हा, किन्तु नैयायिकाः इदानीं किं वदन्ति? इदानीम् एकमेव ज्ञानं खलु, घटः स्पर्श, घटः रूपवान्, वायुः स्पर्शवान् इति एकमेव ज्ञानम्. तर्हि यद्यपि वायुः घटः अनयोः मध्ये किमपि सम्बन्धः नास्ति, तथापि अस्तु, तस्मात् पूर्वं घटः वायुः अनयोः मध्ये कः सम्बन्धः भवितुम् अर्हति, के सम्बन्धाः भवितुम् अर्हन्ति वदतु. खडः संयोगेन वायौ तिष्ठति इति वक्तुं शक्यते. सत्यं, संयोगसम्बन्धः भवितुमर्हति. अन्यत् यदि तदनन्तरम् इदानीम् उक्तं कालिकसम्बन्धेन उत्तमं वक्तुं शक्यते. दैशिकमपि भवितुमर्हति. दैशिकसम्बन्धः अपि भवितुमर्हति, कालिकसम्बन्धः अपि भवितुमर्हति, संयोगसम्बन्धः अपि भवितुमर्हति खलु. अस्तु, इदानीं नैयायिकाः किं वदन्ति, घटः रूपवान्, पटः क्षम्यतां वायुः स्पर्शवान् इति समूह आलम्बनज्ञाने एकमेव ज्ञानम् एतत्. तर्हि तत्र एकस्मिन् ज्ञाने विषयाः भूताः ये सन्ति तयोः मध्ये अपि एकज्ञानविषयसम्बन्धः वक्तुं शक्यते इति नैयायिकाः वदन्ति. यद्यपि वायुः स्पर्शवान्, घटः रूपवान् इत्यस्मिन् न्याये ज्ञाने वस्तुतः यदि इदानीं वायुः, अस्तु भिन्न उदाहरणं स्वीकुर्मः, वायुः इति उदाहरणं त्यजेम. पटः स्पर्शवान्, पटः स्पर्शवान्, घटः रूपवान् इति ज्ञानं स्वीकुर्मः. इदानीं स घटः मम गृहे अस्ति, पटः तु भवत्याः गृहे अस्ति, तर्हि तयोः मध्ये संयोगसम्बन्धः नास्ति. कालिकासम्बन्धः तु भवितुमर्हति, किमपि उभयमपि जन्यम् इति कृत्वा भवतु. तर्हि इदानीं नैयायिकाः किं वदन्ति, एकस्मिन् ज्ञाने इदानीं द्वयमपि आगतं खलु, मम गृहे विद्यमानघटः, भवत्याः गृहे विद्यमानपटः, द्वयमपि एकस्मिन् ज्ञाने आगतम् इति कृत्वा एकज्ञानविषयसम्बन्धः द्वयोः मध्ये अस्ति इति नैयायिकाः कल्पयन्ति. तर्हि किम् आगतम् इति चेत्, इदानीम् अस्माकं पुरतः क्लेशः कः इति चेत्, ह्रदः वन्यमान् घटत्वात् इत्यत्र घटत्वम् इति किं जातिः नित्या अस्ति. तर्हि अत्र वह्नि अभाववत् ह्रदः इति दोषः घटत्वे कालिकासम्बन्धेन न आनेतुं शक्यते. वह्नि अभाववत् ह्रदः, ह्रदः तु अनित्यः अस्ति. अनित्यः नित्यवस्तुनि न भवति, नित्यवस्तु अनित्यवस्तुनि भवितुमर्हति, किन्तु विपरीत्यरीत्या न भवति इति कृत्वा अस्मिन् सन्दर्भे ह्रदः वह्निमान् घटत्वात् इत्यस्मिन् अनुमानवाक्ये वह्नि अभाववत् ह्रदः इति दोषः इति दुष्टः, वस्तुतः दोषः नास्ति दुष्टः, ह्रदः इति उक्तं खलु, वह्नि अभाववत् ह्रदः दुष्टः, दुष्टह्रदं घटत्वे कालिकासम्बन्धेन न आनेतुं शक्यते. संयोगसम्बन्धेन वा, समवायसम्बन्धेन वा, अत्र तादात्म्यसम्बन्धेन वा, नो चेत् कालिकासम्बन्धेन वा, दैशिकसम्बन्धेन वा, येन केनापि सम्बन्धेन वह्नि अभाववत् ह्रदः इति दुष्टः घटत्वेन आनेतुं शक्यते. तर्हि घटत्वे दुष्टत्वं सम्पादनीयं खलु इति कृत्वा ते किं कुर्वन्ति, एतादृशसमूह आलम्बनज्ञानं ते कल्पयन्ति. समूह आलम्बनज्ञानस्य आकारः कः इति चेत्, वह्नि अभाववत् ह्रदः घटत्वम् इति एकं ज्ञानम्. तर्हि इदानीम् अस्मिन् ज्ञाने वस्तुतः अत्र प्रकारः न उक्तः, यथा घटः रूपवान्, पटः स्पर्शवान् इति तत्र प्रकारौ उक्तौ, विशेष्यौ अपि उक्तौ अस्मिन् ज्ञाने, किन्तु एतस्मिन् ज्ञाने बन्धि अभावत् स्वतः घटत्वम् इत्यस्मिन् ज्ञाने प्रकारः न उक्तः, किन्तु एकं ज्ञानमस्ति बन्धि अभावत् ह्रदः घटत्वम् इति एकं ज्ञानम्। अस्मिन् ज्ञाने भगिनी किमर्थं ध्वनिः आगच्छति? हा बन्धि अभावत् ह्रदः अस्तु, बन्धि अभावत् ह्रदः घटत्वम् इत्यस्मिन् समूह आलम्बनज्ञाने विशेष्यद्वयमस्ति, एकं तु बन्धि अभावत् ह्रदः, तस्मिन् प्रकारः कः इति चेत् बन्धि अभावत् घट ह्रदत्वम् इति प्रकारः भवतु, एवं घटत्वम् इति अन्यः विशेष्यः यस्मिन् घटत्वत्वम् इति प्रकारः अस्ति भवतु, किन्तु प्रकारस्य विषये इदानीम् अस्माकं चिन्तनं नास्ति। अत्र एतादृशसमूह आलम्बनज्ञानं कल्पयित्वा कीदृशज्ञानं बन्धि अभावत् ह्रदः घटत्वं च इति समूह आलम्बनज्ञानं कल्पयित्वा इदानीम् अस्मिन् ज्ञाने एकज्ञाने विषयद्वयमस्ति बन्धि अभावत् ह्रदः घटत्वम् इति कृत्वा एकज्ञानविषयसम्बन्धः द्वयोः मध्ये अस्ति। कथम् इति चेत् एकस्मिन् ज्ञाने विषयद्वयमस्ति खलु, तर्हि तादृशसम्बन्धः इदानीं द्वयोः मध्ये कल्पितः नैयायिकैः। तर्हि वह्नि अभावत् ह्रदः एकविषयक एकज्ञानविषयसम्बन्धेन विषयकसम्बन्धेन घटत्वे वर्तते, अपि च घटत्वम् अपि एकज्ञानविषयकसम्बन्धेन वह्नि अभावत् ह्रदे वर्तते इति कल्पयितुं शक्यते। उभयमपि एकस्मिन् ज्ञाने अस्ति इति इत्युक्ते अत्र अमेरिकादेशतः कोऽपि आगच्छति इति चिन्तयति यम् एतावत्पर्यन्तं मया यदा कदापि न दृष्टम् इति चिन्तयतु, सम्बन्धः एव नास्ति मम कृते, तर्हि अहमपि अस्मिन् प्रकोष्ठे अस्मि, सः अपि अस्मिन् प्रकोष्ठे अस्ति इति चिन्तयतु, तर्हि उभयमपि एकस्मिन् प्रकोष्ठे आगतः इति कृत्वा इदानीं प्रकोष्ठम् आधारत्वेन स्वीकृत्य आवयोः मध्ये सम्बन्धः कल्पयितुं शक्यते इति नैयायिकानां चिन्तनमस्ति। बुद्धं खलु? आं बुद्धं महोदय, केवलं तत्र एकस्मिन् ज्ञाने द्वयमपि वर्तते इति एव सम्बन्धः। हा अत्र समान अधिकरणम् अस्ति, यथा मया उक्तम् अत्र ज्ञानम् अधिकरणमस्ति, ज्ञानम् अधिकरणमस्ति, वह्नि अभावत् ह्रदः, वह्नि अभावत् ह्रदः विशेषितासम्बन्धेन समूहालम्बनज्ञाने अस्ति, तस्मिन्नेव ज्ञाने घटत्वम् अपि अस्ति इति कृत्वा समानाधिकरण्यम् अनयोः मध्ये सम्पादितं, वह्नि अभावत् ह्रदः घटत्वं, समान अधिकरणं किं? ज्ञानम्। तर्हि इदानीं समानाधिकरणमस्ति चेत् तयोः मध्ये सम्बन्धः कल्पयितुं शक्यते, तर्हि नैयायिकाः किं कुर्वन्ति, किमर्थम् अत्र बृहत् चिन्तनं मया चिन्तितं कृतम् इति चेत् सर्वासु सर्वेषु हेत्वाभाष हेत्वाभासस्थलेषु एकज्ञानविषयसम्बन्धं स्वीकृत्य एव अत्र दुष्टत्वं सम्पादयन्ति नैयायिकाः, यद्यपि तादृशमेव सम्पादनीयम् इति नियमः नास्ति, अग्रे इतोपि चिन्तनं कुर्मः तस्मिन् विषये, किन्तु एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वं सम्बन्धः इति। तर्हि एकस्मिन् ज्ञाने विषयद्वयम् एकस्मिन् ज्ञाने विषयद्वयम् आगतं चेत् इदानीं ज्ञाने उभयमपि अस्ति इति कृत्वा द्वयोः मध्ये सम्बन्धः सम्पादितः नैयायिकैः इति जातम्। तर्हि तादृश प्रक्रियां स्वीकृत्य यत्र क्लेशः अस्ति तत्र ते सम्पादयन्ति इति तु अस्ति। अस्तु, तर्हि इतोपि किञ्चित् चिन्तनं कृत्वा अत्र निगमनं कुर्मः। मेहुल् महोदय, भवान् इदानीं सिद्धं किं सिद्धः अस्ति किम्? आम् महोदय, अहं वक्तुं शक्नोमि. अस्तु, तर्हि इदानीम् अत्र वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वम्. इदानीम् अस्माकं प्रकृतस्थलं किम् इति चेत् साधारणहेत्वाभासः, वह्नि पर्वतः वह्निमान् प्रमेयत्वात्, प्रमेयत्वात्. अत्र दोषः कः इति चेत् एकनिमिषं महोदय. अस्तु, तर्हि अत्र दोषः कः इति वदति वा? आम्, अत्र वन्य अभाववद् प्रमेयत्वं, वन्यभाववत् किं, ह्रदः वा? न, अत्र पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमानवाक्यम्. अस्तु, पर्वतः वह्निमात् वह्निमान् प्रमेयत्वात्. अस्तु, तत्र कः दोषः इति खलु? अस्तु, अत्र पर्वतः वह्निमान् इत्यत्र हेतुः अस्ति प्रमेयत्वं, साध्यमस्ति वह्निः, पक्षः तु पर्वतः. तर्हि अत्र हेतुः यत् प्रमेयत्वमस्ति तद् हेतुः न केवलं पक्षे वर्तते परन्तु अन्यत्र सर्वत्रापि वर्तते. अतः तदेव इत्युक्ते कुत्र यत्र क्लेशः निरूपणीयः अस्ति. हा हा, सत्यम्. अत्र उदाहरणरूपेण हृदे अपि प्रमेयत्वं वर्तते, घटे अपि ह्रदः इति, ह्रदः इति वन्याभाववद् वृत्तिभाववान् खलु. हा, वन्यभाववान्, सत्यं, वन्यभाववान्. ह्रदे अपि प्रमेयत्वं भवति इति कृत्वा इदानीं दोषः कः? अस्तु, न्यायिका न्यायशास्त्रे रीत्या कथं वदनीयम् इति न जानामि, परन्तु हेतुः केवलं पक्षे एव न वर्तते, अपक्षे अपि वर्तते. अतः तत्र पक्षः इति मा प्रयोगं करोतु. अस्तु, अस्तु. किमर्थमित्युक्ते हेतुः पक्षे एव इति नियमः नास्ति, पक्षे एव भवेत् इति नियमः नास्ति खलु. नियमः नास्ति. पक्षस्तु यस्मिन् साध्यमस्ति तस्य एकम् एकदेशः अस्ति तावदेव. इत्युक्ते अत्र पर्वतः अपि च ह्रदः इत्यनयोः मध्ये सम्बन्धः नास्ति, तथापि हेतुः तु वर्तते एव द्वयोः मध्ये. तर्हि कः क्लेशः अत्र? पक्षे क्लेशः वा, साध्ये क्लेशः वा, व्याप्तौ क्लेशः वा? व्याप्तौ क्लेशः अस्ति चेत् अन्वयव्याप्तौ क्लेशः वा? अस्तु, अत्र अन्वयवाक्यं वदतु प्रथमम्, अन्वयव्याप्तिवाक्यं वदतु. यत्र यत्र यत्र यत्र वह्निः, न इदानीं हेतुः कः? यत्र यत्र प्रमेयत्वं तत्र तत्र वह्निः इति भवति खलु अत्र इति सत्यम्. अन्वयवाक्यमत्र सङ्गच्छति. परन्तु व्यतिरेकः वदतु इदानीं. यत्र यत्र प्रमेयत्व यत्र यत्र वन्यभावः तत्र तत्र प्रमेयत्वाभावः इति भवेत्. किन्तु अत्र अस्ति वा? यत्र यत्र वन्यभावः तत्र तत्र प्रमेयत्वाभावः इति न भवति, न भवति. प्रमेयत्व अभावः इति अप्रसिद्धः इति अतः न अत्र प्रमेयत्व अभावः इति अप्रसिद्धः इत्यतः न भवेत् इति न वक्तव्यम्. वह्नि अभाववत् यत्र यत्र वन्यभावः, अत्र यत्र यत्र वन्यभावः इति ह्रदः स्वीकरोतु. ह्रदः, ह्रदः, पटः, घटः, किमपि प्रमेयत्व अस्ति वा न वा? अस्ति एव, अस्ति. हा, तर्हि वह्नि अभाववत् वृत्तिप्रमेयत्वं, वह्नि अभाववत् वृत्तित्वम् एव दोषः. हा, सत्यं, वन्य अभाववत् वृत्तिप्रमेयत्वम् इति एव दोषः. अत्र न दोषः अस्ति, वह्नि अभाववत् वृत्तित्वम्. वह्नि अभाववत् वृत्तित्वं, वह्नि अभाववत् अवृत्तित्वं भवेत् खलु, तदेव पूर्वपक्षिणः व्याप्तेः लक्षणं। कः इति चेत् वह्नि अभाववत् वृत्तित्वं दोषः, स च दोषः कुत्र अस्ति? हृदये अस्ति, घटे, पटे, न यत्र कुत्रापि न न न न श्रुत्वा वह्नि अभाव वह्नि अभाववान् हृदः, तत्तु भिन्नं। मम प्रश्नः वह्नि अभाववत् वृत्तित्वं कुत्र अस्ति? वह्नि अभाववत् वृत्तित्वं, वह्नि अभाववत् वृत्तित्वं समीचीनं, प्रमेयत्वे अस्ति खलु, प्रमेयत्वे हा सत्यं, वह्नि अभाववद् वृत्तित्वं प्रमेयत्वे अस्ति इत्युक्ते वह्नि अभाववत् इति हृदः, हृदे किम् अस्ति? प्रमेयत्वे प्रमेयत्वम् आम् अस्ति अस्ति, तर्हि वह्नि अभाववत् वृत्ति इत्युक्ते प्रमेयत्वं, वह्नि अभाववत् वृत्ति इत्युक्ते प्रमेयत्वं खलु, यथा वह्नि अभाववत् वृत्ति मीनाः, अस्तु सत्यं हा। तर्हि एतस्मिन् उदाहरणे एव प्रमेयत्वे एव वह्न्यभाववद् वृत्ति अस्ति, वह्न्यभाववद् वृत्ति अस्ति, वृत्तित्वम् अस्ति, हा सत्यं वृत्तित्वं, वृत्तिः वृत्ति इत्युक्ते प्रमेयत्वं, हा वृत्ति इति दीर्घ इकारान्त अस्ति चेत् प्रमेयत्वं, परन्तु वृत्तित्वम् इति धर्मः प्रमेयत्वे अस्ति, हा बुद्धं खलु, वह्नि अभाववत् इत्युक्ते हृदः, वह्नि अभववान् हृदः, हृदे यं कमपि अस्ति, हृदे ये सन्ति तेषु ते सर्वे हृदे वृत्तयः सन्ति, तेषु वृत्तित्वम् अस्ति, तर्हि इदानीं हृदे प्रमेयत्वमस्ति इति कृत्वा वह्नि अभाववत् अत्र हृदः इति अनुक्त्वा वह्नि अभाववत् इति वह्नि अभाववत् वृत्तित्वं प्रमेयत्वे अस्ति, आम् प्रमेयत्वे अस्ति, अस्तु तर्हि इदानीं प्रमेयत्वम् इति हेतुः तदेव दुष्टः, तर्हि कीदृश दुष्टहेतुः इति चेत् वह्नि अभाववत् वृत्तिप्रमेयत्वम् एव दुष्टहेतुः, आम् सत्यं, तर्हि अत्र अस्मिन् सन्दर्भे इदानीं दोषः अस्ति वह्नि अभाववत् वृत्ति वृत्तित्वम् इति दोषः, क्षम्यतां, वह्नि अभाववत् वृत्तित्वम् इति दोषः, स च दोषः प्रमेयत्वे अस्ति खलु, वह्नि अभाववत् वृत्तिप्रमेयत्वं वृत्ति वृत्तित्वं प्रमेयत्वे अस्ति, तर्हि इदानीं दोषः साक्षात् प्रमेयत्वे अस्ति वा न वा? दोषः साक्षात् दुष्टे अस्ति वा इति वा न प्रष्टव्यमासीत् मया, वह्नि अभाववत् वृत्तित्वम् इति दोषः प्रमेयत्वे अस्ति, प्रमेयत्वम् अस्ति एव, प्रमेयत्वम् इति एव दोषः, अतः दोषे एव दोषे प्रमेयत्वे वृत्तित्वम् इति दोषः, किं वह्नि अभाववत् वृत्तित्वम् इति दोषः, सः दोषः प्रमेयत्वे अस्ति अस्ति एव, प्रमेयत्वम् इति दुष्टः अस्ति, दुष्टः हा प्रमेयत्वम् इति दुष्टः न तु दोषः, वृत्तित्वम् इति दोषः, दोषः प्रमेयत्वम् इति दुष्टः इति दुष्टे साक्षात् अस्ति, हा अस्ति अस्ति इति कृत्वा अस्तु, अत्र वह्नि अभाववत् वृत्तित्वम् इति दोषः प्रमेयत्वे केन सम्बन्धेन अस्ति इति चिन्तनीयम्, तत्र एव अत्र ज्ञानम् एक एव ज्ञान अस्ति खलु, अतः न तत्र मा गच्छतु इदानीं, एकज्ञानविषये प्रकृतहेतुतावच्छेदकवत्वम् इति ज्ञानं मा गच्छतु, इदानीं समूह आलम्बनज्ञानं मया न उक्तं, केवलं वह्नि अभाववत् वृत्तिप्रमेयत्व, अत्र वह्नि अभाववत् वृत्तित्वम् इति दोषः प्रमेयत्वे अस्ति इति निरूपितं खलु, दुष्टे अस्ति इति निरूपितं खलु, तर्हि मम प्रश्नः अस्ति इदानीं वह्नि अभाववत् वृत्तित्वम् इति दोषः प्रमेयत्वम् इति दुष्टे केन सम्बन्धेन अस्ति, संयोगसम्बन्धेन अस्ति वा? न संयोगसम्बन्धेन नास्ति, प्रमेय त्वम् इति जातिः अतिः अतः समवायसम्बन्धेन अस्ति इति अहं मन्ये. समवायसम्बन्धेन किं भवति? सप्रमेयत्वम् इति जातिः जातिः समवायसम्बन्धेन जातिः एव अन्यस्मिन् भवति. जातौ समवायेन सम्बन्धेन अन्यत् किमपि भवति वा? न न भवति. तर्हि समवायसम्बन्धः न भवति. न भवति बालिकसम्बन्धः तादात्म्यसम्बन्धः न भवति. स्वस्मिन्नेव तादात्म्यसम्बन्धः भवति अतः तदपि न. तत्रैव किञ्चित् चिन्तनं कुर्मः. तत्रैव किञ्चित् चिन्तनं कुर्मः. अस्तु. तद्वत्त्वं तदेव इति उक्तं खलु गते वर्गे. तद्वत्त्वं तदेव. वह्निः अभावत् वृत्तित्वं कुत्र अस्ति? वह्नि अभाववृत्तित्वं प्रमेयत्वे अस्ति. हा, तर्हि वह्निः अभाववत् वृत्तित्ववत् किम्? प्रमेयत्वं खलु. आं, सत्यम्. अस्तु, तदनन्तरं वह्निः अभाववत् वृत्तित्ववत्त्वं कुत्र अस्ति? वृत्तित्वत्वं न, वृत्तित्वं नास्ति. पुनः वदामि, वह्निः अभाववत् वृत्तित्ववत्त्वं. एकनिमिषं लिखामि. वृत्तित्ववत्त्वं मन्दं वदामि. वह्निः अभाववत् वृत्तित्वम् इति दोषः खलु. वह्निः अभाववत् वृत्तित्ववत् किम्? प्रमेयत्वम्. उत्तमं. वह्निः अभाववत् वृत्तित्ववत्त्वं प्रमेयत्वत्वे अस्ति. उत्तमं. प्रमेयत्वत्वं नाम किम् अत्र? प्रमेयत्वत्वं नाम प्रमेयत्वं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे अन्यत् किमपि अन्यत् किमस्ति? वन्य अभाववद् वृत्तित्वप्रमेयत्वं न न वृत्तित्वम् एव अस्ति खलु. वृत्तित्वं वन्य अभाववद् वृत्तित्वम् अस्ति तदेव स्तरे. हा, वह्नि अभाववत् वृत्तित्वम् इति उपरि स्थले इति चिन्तयतु. ततः अधोभागे शरं स्थापयामश्चेत् वह्नि अभाववत् वृत्तित्ववत् इति ह्रदः न इति प्रमेयत्वं. क्षम्यताम्, उपरि पुनः उपरि पुनः पुनः शरः स्थापयामश्चेत् त्व इति प्रत्ययं योजयितुं शक्यते. तर्हि वह्नि अभाववत् वृत्तित्ववत्त्वम् इत्युक्ते किं? वह्नि अभाववत् वृत्तित्वमेव खलु. तदेव अत्र उक्तं. तद्वत्त्वं तद्वत्त्वं तदेव तद् त्वं तदेव तद् इत्युक्ते तद्वत् प्रमेयः प्रमेयत्वं पुनः उपरि गच्छति चेत् तद्वै तदेव भवति. तर्हि वह्निः अभाववत् वृत्तित्ववत् त्वम् इत्युक्ते पुनः वह्निः अभाववत् वृत्तित्वम् इत्यत्रैव आगच्छति इति कृत्वा वह्निः अभाववत् वृत्तित्वं स्वस्मिन् केन सम्बन्धेन भवति? स्वरूपसम्बन्धेन भवति. स्वरूपसम्बन्धेन भवति न तादात्म्यसम्बन्धेन स्वस्मिन् स्वरूपसम्बन्धेन. क्षम्यतां, क्षम्यताम्, अत्र अभावे स्वरूपसम्बन्धः तादात्म्यसम्बन्धेन भवति. सत्यं, तादात्म्यसम्बन्धः अस्ति. अपि च वह्निः अभाववत् वृत्तित्वम् इति दोषः प्रमेयत्वे साक्षात् अस्ति खलु. प्रमेयत्वे वह्निः अभाववत् वृत्तित्ववत् किं? प्रमेयत्वं. प्रमेयत्वं इति कृत्वा अत्र अन्यत् किमपि अत्र समूहालम्बनज्ञानं वास्तविकं न वक्तव्यम् एव. वह्निः अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानं न वक्तव्यम्. किमर्थम् इति चेत् साक्षात् इदानीं दोषः दुष्टे अस्ति. बह्नि अभावत् वृत्तिप्रमेयत्वम् इति वदामश्चेत् पर्याप्तम्। इदानीं हेत्वाभासः साधितः भवति, किन्तु सर्वत्र एतादृशं न कर्तुं शक्यते। अत्र हृदः वह्निमान् घटत्वात् इत्यत्र घटत्वे दोषः न सम्पादयितुं शक्यते। एकज्ञानविषयप्रकृता हेतुता अवच्छेदकरत्वम् इति सम्बन्धः कल्पयित्वा तत्र सम्बन्धः क्रियते। तर्हि अस्मिन् सन्दर्भे साधारण हेत्वाभासस्थले प्रकृत उदाहरणे पर्वतः वह्निमान् प्रमेयत्वात् इत्यस्मिन् उदाहरणे वस्तुतः समूह आलम्बनज्ञानस्य आवश्यकता एव नास्ति। किन्तु ग्रन्थकारः किं करोति, कुत्रचित् यत्र आवश्यकमस्ति तत्रैव कल्पयामः, अन्यत्र न कल्पयामः इति यदि भिन्नभिन्नप्रक्रियां स्वीकरोति चेत् क्लेशः भवति इति कृत्वा सर्वत्र अत्र सर्वत्र सार्वत्रिकं भवति इति कृत्वा सर्वत्र एकं सम्बन्धं कल्पयति। स च सम्बन्धः कः इति चेत् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वम्। अस्तु, तर्हि इदानीं भवान् किं करोतु, अत्र एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वम् इति अत्र निरूपणीयं। तर्हि इदानीं प्रकृत उदाहरणमस्ति अस्माकं पुरतः वन्यभाववृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानम्। यद्यपि न आवश्यकं तथापि अस्माभिः कल्पितम् इदानीं। तर्हि परिशीलनं करोति वा, अत्र एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वम्। अस्तु, अत्र वन्य अभाववद् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति ज्ञानमस्ति। तर्हि एक एव ज्ञानमस्ति तत्र वन्य अभाववद् वृत्तिप्रमेयत्वम् इति एकविषयः, द्वितीयं तु प्रमेयत्वम् इति विषयद्वयं। तयोः मध्ये कः सम्बन्धः इति चिन्तनीयम्। अतः तयोः मध्ये द्वौ विशेष्यौ एक एव ज्ञाने स्तः, अतः तयोः मध्ये एकज्ञानविषयकः सम्बन्धः अस्ति। तदेव अत्र किञ्चित् सावधानतया चिन्तयेम। वह्निः अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञाने विशेष्यौ कौ? विशेष्यौ अस्ति वन्य अभाववद् वृत्तित्वम् अपि च प्रमेयत्वम्। एकनिमिषं महोदय। अस्तु, क्षम्यतां महोदय, मम पौत्री आगतवती। अस्तु, तर्हि इदानीं वदतु महोदय, वह्निः अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञाने। अहं मन्ये अत्र विषयद्वयं द्वौ विशेष्यौ, प्रथमं तु वन्य अभाववद् वृत्तित्वं, द्वितीयं तु प्रमेयत्वम् इति। न, किमर्थं तादृशं वदति? अत्र यदि ज्ञानं वह्निः अभावत् वृत्तिप्रमेयत्वम् इति तावदेव अस्ति तदा भवता एतादृशं वक्तुं शक्यते। अस्तु, तर्हि एतद् ज्ञानं कथमस्ति इति चेत् उदाहरणं वदामि, तद् श्रुत्वा ऊहां करोतु। रूपवान् घटः पटश्च इति अस्ति, नो चेत् रूपवान् घटः घटश्च इति समूह आलम्बनज्ञानम् इति स्वीकरोतु। रूपवान् घटः घटश्च. अस्तु, तर्हि तस्मिन् ज्ञाने रूपम् अथवा रूपवान् घटः इति एकं विशेष्यं, द्वितीयं तु घटः इति अपि. हा, तर्हि रूपवान् घटः इति विशेष्यं नास्ति तत्र, समूहालम्बनज्ञानमिदानीं. हा, रूपम् इति एव. रूपमिति किं? न, रूपमिति प्रकारः तत्र. ओ अस्तु, रूपवान् घटः एव विशेष्यः. घटः एव विशेष्यः, हा सत्यम्. अस्तु, उभयत्र घटः एव विशेष्यः. हा अस्तु, तर्हि अत्रापि तथैव वन्यभावः. अत्र तस्मात् पूर्वं किञ्चित् चिन्तनं कुर्मः, तदा स्पष्टता जायते. अस्तु, रूपवान् घटः घटश्च इति समूहालम्बनज्ञाने इदानीं विशेष्यद्वयं किम्? घटः अपि च घटः, उभयमपि घटः एव. तर्हि घटः एव विशेष्यं खलु उभयत्र? आम् आम्, उभयत्र. अस्तु, इदानीं प्रकारौ कौ? प्रकारौ रूपम् अपि च घटत्वम् इति. उत्तमं, हा बहुतम्. इति यथा अस्ति तथा, तथा अत्रापि वन्यभाववृत्तिप्रमेयत्वं प्रमेयत्वं. हा, अत्र विशेष्य द्वौ विशेष्यौ, प्रथमं तु वन्य अभाववद् वृत्ति, न क्षम्यतां, प्रमेयत्वम् इति एव उभयमपि विशेष्यं, प्रमेयत्वम् इति एव. अपि च द्वौ प्रकारौ कः इत्युक्ते, वन्य अभाववद् वृत्ति, वृत्तित्वम् इति एकम् एकम् एकः प्रकारः, द्वितीयं तु प्रमेयतत्वम् इति. उत्तमम्, उत्तमम्. तर्हि अत्र पश्यन्तु, बहुतमं महोदय. वह्नि अभाववृत्तित्वम् इति एकः प्रकारः यत् प्रमेयत्वे अस्ति. द्वितीये विशेष्ये प्रमेयत्वत्वम् इति प्रकारः तद् न उक्तं समूहालम्बने ज्ञाने, साक्षात् न उक्तं, किन्तु प्रतीयते एव. तदस्माभिः अधीतं खलु, सप्रकारकज्ञानस्य षट् प्रभेदाः, अयं घटः इति तावदेव ज्ञानमस्ति चेदपि तस्मिन् घटत्वं भासते, अपि च समवायसम्बन्धः अपि भासते, यद्यपि न उक्तं तथापि भासते इति अस्माभिः अवगतं खलु. तथा अत्रापि. अस्तु, तर्हि वन्यभाववृत्तिप्रमेयत्वं प्रमेयत्वम् इत्यत्र वन्यभाववृत्तित्वम् इति प्रकारः, स च प्रकारः प्रमेयत्वे अस्ति इति भिन्नविशेष्यम्, अपि च प्रमेयत्वत्वम् इति प्रकारः यत् प्रमेयत्वे अस्ति इति भिन्नविशेष्यः. अस्तु, तर्हि इदानीं पश्यन्तु, अत्र विशेष्यम् उभयत्र प्रमेयत्वमेव अस्ति. तर्हि प्रमेयत्वं प्रमेयत्वे केन सम्बन्धेन भवति? तादात्म्यसम्बन्धेन, स्वस्मिन् तादात्म्यसम्बन्धेन. उत्तमं, तादात्म्यसम्बन्धेन एव भवति. तर्हि अस्मिन् सन्दर्भे एकज्ञानविषयकप्रकृतहेतुता अवच्छेदकवत्वम् इति सम्बन्धः न वक्तव्यः अस्ति. हा, इति आवश्यकता नास्ति, सत्यम्. आवश्यकता नास्ति, प्रमेयत्वं प्रमेयत्वे तादात्म्यसम्बन्धेन अस्ति खलु. सत्यं सत्यं, तर्हि यत्र विषयरूपेण एक एव. हा, इति कृत्वा न वक्तव्यं, यत्र विशेष्यौ भिद्यते सत्यं तत्रैव वक्तव्यं. यत्र विशेष्यौ भिद्यते, सत्यं, तत्र एव एक ज्ञानविषयः. किन्तु सार्वत्रिकं भवतु इति कृत्वा ग्रन्थकारः किं करोति, सर्वत्र आवश्यकं वा न वा. सत्यं सत्यम्. अस्तु, तर्हि एतावत् बुद्धं. तर्हि इतोपि एकं सोपानं गन्तव्यं, तत् किम् इति चेत्, अस्तु, इदानीं एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वं सम्बन्धः इति उक्तं. तर्हि किं, कस्मिन् एकज्ञानविषयकप्रकृतहेतुता अवच्छेदकवत्त्वसम्बन्धेन भवेत् इति वदतु. एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वम् अत्र अहं मन्ये हेतुता, हा, सम्बन्धेन किं कस्मिन् भवेत् हेतुता अवच्छेदकत्वं, हेतुता अवच्छेदके भवेत्. न न, तादृशं मा वदतु, क्लेशः भवति. अत्र शीर्षकं किम् अस्ति अस्मिन् पाठे? हेतौ दुष्टत्वसम्पादनप्रकारः इति अस्ति. तर्हि किं कस्मिन् भवेत्? किमर्थम् एतादृशचिन्तनम् अत्र? हेतौ दुष्टत्वसम्पादनप्रकारः, तर्हि हेतौ दुष्टत्वं भवेत् इति एव आशयः. हा, दुष्टत्वं कथं सम्पादयामः? कदा कदा हेतुः दुष्टः भवति? हा, उत्तमं, तदेव. इदानीं भवता उक्तं तदेव. हेतुतः, हा, तर्हि हेतुतः इति मा चिन्तयतु, इदानीं तत् त्यजेम. हेतुः अस्ति. ओ, हेतुः दुष्टः कदा भवति? दुष्टत्वं हेतौ अस्ति चेदेव. न न, दुष्टत्वं कदा भवति इति अस्तु, अत्र दुष्टत्वम् अस्ति चेत् दुष्टः इति नास्ति. हेतुः दुष्टः कदा भवति? हा हा, हेतुः दुष्टः कदा भवति? हेतु अपि च साध्ययोः मध्ये. न न, अत्र साध्यमिति किमपि न, दोषः महोदय, अत्र दोषः. यदा दोषः हेतौ भवति तदा हेतुः दुष्टः भवति खलु? आं, सत्यं. हेत्वाभासः इति एव दोषः इति. न न, अत्र दुष्टः इत्युक्ते सत्यं सत्यं, दुष्टः इत्युक्ते डिफेक्टिव् इति अर्थः. हा, डिफेक्ट्. आम् आम् आम्. तर्हि वेन् द समथिङ्ग् बिकम् डिफेक्टिव्? वेन् इट् हेस् अ डिफेक्ट्. एक्साक्ट्लि, वेन् इट् हेस् अ डिफेक्ट्. हा हा हा, दट् विच् हेस् अ डिफेक्ट् इस् काल्ड् डिफेक्टिव् खलु? सत्यं सत्यम्. एवं यदि हेतौ दोषः सम्पादयामः तदा हेतुः दुष्टः भवति. आं, सत्यं. तर्हि हेतौ दुष्टत्वं सम्पादितं भवति कदा? यदा दोषः दुष्टे सम्बन्धं साधयामः तदा. सत्यं. तर्हि दुष्टे एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वसम्बन्धेन किं कस्मिन् भवेत्? ओ, अस्तु, दोषः दुष्टे भवेत्. उत्तमम्, हा, इति वक्तव्यम्. किमर्थम् एतादृशचिन्तनं कृतम् इति चेत् अत्र पश्यतु, वह्निः अभावत् ह्रदः घटत्वम् इति असमूह आलम्बनज्ञानं कृत्वा एकज्ञानविषयप्रकृतहेतुता अवच्छेदकमत्वसम्बन्धेन वह्नि अभावत् ह्रदः इति दोषः घटत्वे आनीतम्. आं, सत्यं, घटत्वे आनीतं, हेतौ आनीतं, घटत्वे आनीतम् इति कृत्वा एव घटत्वम् इति दुष्टः जातः. नो चेत् अत्र घटत्वमिति, अत्र घटत्वमिति घटत्वमेव इत्युक्ते जातिः, लोके विद्यमाने एका जातिः. सत्यं. किन्तु प्रसङ्ग अत्र प्रकृतविषये सः दुष्टः भवति. तत् कथं कल्पयामः इति चेत् दोषः वक्तव्यः. यस्मिन् दोषे वदामः दोषं, यस्मिन् दोषं वदामः सः दुष्टः भवति. तर्हि दोष, तदेव अत्र उक्तम्. अतः सर्वेषु हेतेषु हेतुषु नित्येषु, अत्र 252 पेज् मध्ये अन्तिमपरिच्छेदः, तत् पठन्नस्मि. सर्वेषु हेतुषु नित्येषु अनित्येषु वा प्रतिबन्धकज्ञानविषयः हेत्वाभासः दोषः यथा सङ्गच्छते सङ्गच्छेत तादृशसम्बन्धः उच्यते. तर्हि दोषः हेतौ केन सम्बन्धेन भवति? दोषः हेतौ भवति चेत् एव हेतुः दुष्टः भवति. तदा यदा हेतुः दुष्टः भवति तदा एव हेतौ दुष्टत्वं सम्पादितं भवति इति कृत्वा एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वम् इति सार्वत्रिकसम्बन्धः. अत्र हेतुः नित्यं भवतु अनित्यं भवतु यत्किमपि भवतु, अनेन सम्बन्धेन सर्वत्र दोषः दुष्टे हेतौ सम्पादयितुं शक्यते. अत्र किं करणीयम् अस्माभिः? केवलं समूह आलम्बनज्ञानम् एकं करणीयं, तावदेव. सत्यं सत्यं. यथा मया उक्तम्, अमेरिकादेशतः कोऽपि आगतवान्, तर्हि आवयोः मध्ये सम्बन्धः कथं कल्पयितुं कल्पनीयम् इति चेत् केवलम् एकस्मिन् प्रकोष्ठे स्थापयामश्चेत् वयं सम्बन्धिनौ भवतः आवां सम्बन्धिनौ भवतः सत्यं न भवतः इति नास्ति सम्बन्धिनौ भवेव भवेव खलु आम् आम् सत्यम् अस्तु तर्हि वह्नि अभावद्वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञाने प्रमेयत्वम् एव विशेष्यौ एकमेव विशेष्यमस्ति इति कृत्वा प्रमेयत्वं तादात्म्यसम्बन्धेन प्रमेयत्वे अस्ति तर्हि तादात्म्यसम्बन्धं स्वीकृत्य तत्र कार्यं निर्वहयितुं शक्नुमः निर्वाहं कर्तुं शक्नुमः तथापि हा किन्तु एकज्ञानविषये प्रकृतहेतुता अवच्छेदकवत्वम् इति सम्बन्धं सार्वत्रिकमस्ति इति कृत्वा तर्हि इदानीं प्रयत्नं करणीयं तदेव भवतः कार्यम् इदानीं करोतु वह्नि अभावद्वृत्तिप्रमेयत्वं प्रमेयत्वं च इति इदानीं किं कस्मिन् अस्ति इति वक्तव्यम् अस्तु वह्नि अभाववद् वृत्तित्वम् इति प्रमेयत्वे अस्ति तदेव दोषः वह्नि अभाववद् वृत्तित्वम् इति दोषः प्रमेयत्वे अस्ति अतः प्रमेयत्वम् इति दुष्टः जातः तदेव हेत्वाभासः प्रमेयत्वम् इति एव हेत्वाभासः इति जातम् तर्हि इदानीम् अत्र चिन्तयतु एकज्ञानविषये प्रकृतहेतुता अवच्छेदकवत्वम् एकज्ञानं किम् अहं साहाय्यं करोमि प्रश्नं पृच्छामि तस्य उत्तरं वदतु एकज्ञानं किम् अत्र वन्यभाववृत्तिप्रमेयत्वं प्रमेयत्वं च इति एकं ज्ञानम् उत्तमम् इति एकं ज्ञानं समूहालम्बनज्ञानं तत्र विषयौ कौ विषयौ प्रमेयत्वम् इति एक एव विषयः न विशेष्यौ इति न मया न पृष्टं विषयौ इत्युक्ते वह्नि अभाववृत्तिप्रमेयत्वम् इति एकः विषयः प्रमेयत्वम् अन्यः विषयः क्षम्यतां हा विषयः स्वयमेव सत्यम् अस्तु इदानीं प्रकृत अनुमानवाक्यं किम् प्रकृत अनुमानवाक्यमस्ति वह्नि अभाववद् हृदः प्रमेयत्वात् पर्वतः वह्निमान् प्रमेयत्वात् अस्तु पर्वतः वह्निमान् प्रमेयत्वात् खलु पर्वतः वह्निमान् प्रमेयत्वात् इति वाक्यं तर्हि प्रकृतहेतुः कः प्रमेयत्वम् इति उत्तमं तर्हि प्रकृतहेतुता अवच्छेदकं किम् पर्वतवह्निमान् प्रमेयत्वात् अतः हेतुता अवच्छेदकत्वं खलु न न केवलं मम प्रश्नः अत्र तावद् मा च अत्र बहु किमपि अस्ति प्रकृतहेतुः कः हा प्रमेयत्वम् इति हा प्रकृतहेतुता अवच्छेदकं किम् प्रकृतहेतुता अवच्छेदकं प्रमेयत्वम् उत्तमम् उत्तमं बहु उत्तमम् प्रकृतहेतुता अवच्छेदकं प्रमेयत्वं खलु आम् सत्यम् अस्तु प्रकृतहेतुता अवच्छेदकवत् किम् प्रमेयत्वम् उत्तमं प्रकृतहेतु च अवच्छेदकवत्त्वं किम् प्रकृतहेतुता अवच्छेदकं प्रमेयत्वम् अग्रे किं प्रश्नं किं पुनः एकवारं पृच्छतु कृपया प्रकृत अस्तु प्रकृतहेतुः कः अप्रमेयत्वं प्रकृतहेतुता अवच्छेदकं किम् प्रमेयत्वं प्रकृतहेतुता अवच्छेदकवत् किम् अवच्छेदकं तु प्रमेयत्वम् अवच्छेदकवत् इति प्रमेयत्वम् उत्तमं प्रकृतहेतु च अवच्छेदकवत्त्वं किम् प्रकृतहेतुता अवच्छेदकवत्वम् इति प्रमेयत्वम्। उत्तमं, प्रमेयत्वं खलु। तर्हि अत्र प्रमेयत्वम् इति आगतं। तर्हि एकविषयज्ञानप्रकृतहेतुता अवच्छेदकवत्त्वसम्बन्धेन दोषः दुष्टे आगतम्। प्रमेयत्वं सर्वं प्रमेयत्वे समञ्जसं भवति खलु। सत्यं, प्रमेयत्वम् इति एव दोषः। प्रमेयत्वं, प्रमेयत्वं, प्रमेयत्वम् इति उभयत्र अस्ति। अस्तु, इति कृत्वा अत्र प्रकृते अत्र अग्रिमपरिच्छेदं पठतु महोदय। प्रकृते अपि, प्रकृते अपि साधारणे वन्य अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनं ज्ञानं गृहीत्वा तादृशसमूहालम्बनज्ञानविषयप्रकृतहेतुतावच्छेदकं प्रमेयत्वं तद्वत्त्वं प्रमेयत्वे अस्ति इति प्रमेयत्वं दुष्टं हेत्वाभासः इति सर्वं समञ्जसम्। तदेव अत्र पुनः एकवारं लिखितमस्ति, अत्र वन्यभाववद् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति एक एक ज्ञानमस्ति, समूहालम्बनं ज्ञानमस्ति, तद्गृहीत्वा अत्र एकज्ञानविषय एकज्ञान इत्युक्ते अत्र समूहालम्बनं ज्ञानं, तद्ज्ञानविषयप्रकृतहेतुता अवच्छेदकम् इति अस्ति प्रमेयत्वं, तत् प्रमेयतत्वं प्रमेयत्वे अस्ति, अतः प्रमेयत्वम् इति दुष्टं भवति इत्युक्ते हेत्वाभासः भवति इति सर्वं समञ्जसम्। अत्र प्रमेयत्वम् इति एव हेत्वाभासः भवति इति अस्ति। तर्हि वह्निभाववृत्तिप्रमेयत्वं वह्निभाववृत्तिप्रमेयत्वं इति दोषः इति प्रकारः इति दोषः प्रमेयत्वम् आगतम् तद्वत्त्वं तदेव इति एकः नियमः। अन्यदपि तते वर्गे मया उक्तं, तदपि अहं पुनः प्रदर्शयामि। विशिष्टं शुद्धात् न अतिरिच्यते इति न्यायमस्ति। विशिष्टं शुद्धात् न अतिरिच्यते इत्युक्ते नीलो घटः अपि च घटः अनयोः मध्ये भेदः अस्ति वा इति चेत्, यद्यपि स एषः घटः नीलघटः अस्ति तथापि घटः एव खलु इति कृत्वा वह्निभाववृत्तिप्रमेयत्वं प्रमेयत्वं प्रमेयत्वात् भिद्यते इति न वक्तुं शक्यते। तदपि प्रमेयत्वमेव, वह्निभाववृत्तिप्रमेयत्वम् इति विशिष्टप्रमेयत्वमस्ति, प्रमेयत्वमिति सामान्यविषये प्रमेयत्वमस्ति, किन्तु उभयत्र प्रमेयत्वम् अस्ति। तर्हि तदेव प्रमेयत्वम् एव दोषः अत्र, वह्निभाववृत्तिप्रमेयत्वम् इति दोषः प्रमेयत्वे साधितम् इति कृत्वा अत्र हेत्वाभासः साधितः भवति इति उक्तम्। अस्तु, धन्यवादः महोदय। अग्रे इदानीं रमेश महोदय। धन्यवादः, नमस्कारः। आं महोदय, तर्हि भवान् इदानीं भवता किं कर्तव्यम्? एतादृशचिन्तनं करणीयं, वन्यभाववत् ह्रदः घटत्वं च इति अस्ति खलु, ह्रदः वन्यमान् घटत्वात्। अत्र किञ्चित् स्वचिन्तनं करोतु, इत्युक्ते दोषः कः, कथं वा हेतौ तत् सम्पादितं भवति इति स्वचिन्तनं करोतु, क्रमेण चिन्तनं करोतु। अनुमानवाक्यं किं प्रथमं? वन्नि अभाववत् अनुमानवाक्यम्। एकनिमिषं महोदय, कुत्र अस्ति तत्? 252nd पेज् मध्ये अस्ति। वन्नि ह्रदः वन्यमान् घटत्वात्, तदेव अनुमानवाक्यम्। अत्र कः क्लेशः? अत्र कालिकासम्बन्धेन दुष्टत्वं न सम्पादयितुं शक्यते खलु। हा महोदय, घटत्वम् इति नित्यम् नित्यमस्ति, जाति अस्ति। उत्तमं, तर्हि अत्र समूह आलम्बनज्ञानम् एकं कल्पनीयं, तर्हि समूह आलम्बनज्ञानस्य आकारः कः? एक वन्नी ह्रदौ वन्नी अभाववान् ह्रदः वन्नी अभाववान् ह्रदः वह्नि अभाववत् ह्रदः इति वन्नी अभाववत् ह्रदः समस्तपदं घट वन्नी अभाववत् ह्रदः घट घटत्वं च उत्तमम् इति तत्र अन्तिमे अन्तिमे वाक्ये लिखितमस्ति 252 पेज् मध्ये वन्यभवत् हृदः घटत्वं च वन्यभवत् हृदः घटत्वं च इति समूहालम्बनज्ञानं भवति. अस्तु, इदानीम् अस्माकं लक्ष्यमस्ति दोषः हेतौ वदामश्चेत् दोषः कथञ्चित् सम्बन्धेन केनचित् सम्बन्धेन अत्र हेतौ कल्पयामश्चेत् हेतौ दुष्टत्वं सम्पादितं भवति. तर्हि अत्र दोषः कः इति वदतु प्रथमम्. दोषः घटत्वं वन्नि अभाववत् हृदः घटत्वं हेतुः हे घटत्वम् इति यद् हेतुः अस्ति तत् वन्यभाववत् हृदे न अस्ति. अत्र प्रथमं हृदः वह्निमान् घटत्वात् इति अनुमाने कः दोषः सामान्यचिन्तनं करोतु. ह्रदः वह्निमान् न भवितुम् अर्हति एव. उत्तमम्, तदेव दोषः खलु. तत्र तर्हि इदानीं हेतुः किम् इति न चिन्तनीयमेव. तदेव हे तर्हि तदेव तदेव दोषः. तर्हि दोषः कः? पक्षे साध्यं यदा कदापि न भवितुम् अर्हति. उत्तमं, तर्हि तस्य वर्णनमेव अत्र कृतं वह्निः अभावत् ह्रदः एव दोषः खलु. वह्नि अभाववत् ह्रदः एव दोषः. स च दोषः कुत्र आनेतव्यम्? हेतौ आनेतव्यम्. हेतुः कः? घटत्वम्. उत्तमं, तर्हि वह्नि अभाववत् ह्रदः इति दोषः घटत्वे आनेतव्यम्. अस्तु, तर्हि तदर्थं नैयायिकाः किं कुर्वन्ति? समूह आलम्बनज्ञानम् एकं चिन्तयन्ति, वन्यभावात् ह्रदः घटत्वं च इति. तर्हि इदानीम् एकज्ञानं किम्? वन्य अभाववत् ह्रदः घटत्वं च इति एकज्ञानम्. अस्तु, अस्मिन् ज्ञाने के विषयाः भासन्ते? वन्य अभाववत् ह्रदः इति एकः विषयः, घटत्वम् इति द्वितीयविषयः. उत्तमम्, तर्हि अस्मिन् अनुमान अत्र इदानीं ह्रदः वह्निमान् घटत्वात् इत्यत्र प्रकृतहेतुः कः? घटत्वम्. हा, हेतुता अवच्छेदकं किम्? हेतुता अवच्छेदकं घटत्वम्. उत्तमम्, उत्तमम्. हेतुः घटत्वमस्ति चेत् हेतुता घटत्वे अस्ति, तर्हि घटत्वे विद्यमान अन्यः धर्मः हेतुतायाः अवच्छेदकः भवति इति कृत्वा घटत्वत्वं प्रकृतहेतुता अवच्छेदकम्. पुनः प्रकृतहेतुता अवच्छेदकवत् किम्? प्रकृत अवच्छेदकवत् इत्युक्ते घटत्वत्वं यत्र अस्ति तत् घटः भवितुम् अर्हति. न न, घटत्वत्वं कुत्र अस्ति? घटत्वत्वं घटत्वे अस्ति. उत्तमं, प्रकृतहेतुता अवच्छेदकवत् इति घटत्वम् अस्ति. पुनः प्रकृतहेतुता अवच्छेदकवत्वं कुत्र अस्ति? कृत अवच्छेदक हेतुत्वं महोदय, प्रकृतहेतुत अवच्छेदकवत्वम्। घटत्वत्वम् उत्तमम्, उत्तमम्, घटत्वत्वं खलु, घटत्वत्वम् अस्तु। तर्हि इदानीं पश्यतु, घटत्वत्वं, तर्हि प्रकृतहेतुता अवच्छेदकवत्वम् इत्युक्ते किं? घटत्वत्वम्। अस्तु, इदानीं वह्नि अभावत् हृदः घटत्वम् इति समूह आलम्बनज्ञाने प्रकारौ कौ? प्रकारौ एकस्मिन् एकः प्रकारः अस्ति, घट् वह्नि अभाववत् हृदः घटत्वं, वह्नि अभाववत् हृदत्वं घटत्वम् इति द्वौ प्रकारौ न, वह्नि अभावत् हृदत्वम् इति एकम् एकः प्रकारः, अन्यप्रकारः कः? घटत्वे विद्यमानप्रकारः कः? घटत्वत्वम्। उत्तमम्, तर्हि एकज्ञानविषयप्रकृतहेतुता अवच्छेद प्रकृतहेतुता अवच्छेदकवत्वं किम्? घटत्वत्वं, घटत्वत्वम्। आम्, तर्हि एकज्ञानविषयप्रकृततहेतुता अवच्छेदकवत्वम् अत्र प्रकृत घटत्वत्वे घटत्वत्वम् इति अस्ति खलु, वह्नि अभावत् हृदः घटत्वम् इति समूह आलम्बनज्ञाने घटत्वत्वम् अस्ति। तर्हि यस्मिन् ज्ञाने घटत्वत्वं प्रकारविधया भासते तस्मिन्नेव ज्ञाने वह्नि अभावत् ह्रदः इति दोषः अपि अस्ति खलु। तत् न बुद्धम्। यथा मया उक्तम्, अमेरिकदेशात् कोऽपि आगतः, अहमपि तस्मिन् प्रकोष्ठे अस्मि। हा, तदवगतं, द्वयोः एकस्मिन् ज्ञाने अस्ति इति द्वयोः मध्ये सम्बन्धः अस्ति इति वा? तदा एव, तादृशं समीचीनं, तद् तादृशमेव, वह्नि अभाववत् ह्रदः इति विशेष्यः यस्मिन् ज्ञाने विशेष्यतासम्बन्धेन अस्ति तस्मिन्नेव ज्ञाने घटत्वत्वम् इति प्रकारः प्रकारतासम्बन्धेन अस्ति। आम्, तर्हि इदानीं वह्नि अभाववत् ह्रदः विशेष्यतासम्बन्धेन यस्मिन् ज्ञाने अस्मि तस्मिन्नेव ज्ञाने घटत्वत्वम् अपि प्रकारतासम्बन्धेन अस्ति इति कृत्वा अत्र समान अधिकरणं साधितं, सामानाधिकरण्यं साधितं खलु अनयोः मध्ये इति कृत्वा अत्र सम्बन्धः कारितः। तर्हि एकज्ञानविषयप्रकृतिहेतुता अवच्छेदकवत्वसम्बन्धेन वह्नि अभाववत् ह्रदः घटत्वे आनीतम् इति जातम्। एकं ज्ञानम् अत्र केवलं सम्बन्धार्थम् एकं ज्ञानं कल्पयन्ति नैयायिकाः, तावदेव। तस्मिन् ज्ञाने ययोः मध्ये सामान्यतया सम्बन्धः न भवत्येव, तौ द्वौ अपि एकस्मिन् ज्ञाने आनीय अत्र ज्ञानं समान अधिकरणम् इति उक्त्वा तयोः मध्ये सम्बन्धः कल्पितः। कः सम्बन्धः इति चेत् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्वं सम्बन्धः इति उक्तम्। अत्र इतोपि किमपि न चिन्तनीयम् इत्युक्ते कथञ्चित् अत्र सम्बन्धः वक्तव्यः अस्ति। यद्यपि ह्रदः वह्निमान् घटत्वात् इत्यत्र क्लेशः दोषः कः इति चेत् ह्रदः एव दोषः, यस्मिन् पक्षे साध्यं यदा कदापि न भवति। तर्हि अतः एव मया उक्तं घटत्वात् इति वदतु, घटः घटात् इति वदतु, पठत्वात् इति वदतु आकाशात् इति वदतु यत्किमपि हेतुः वदति अत्र हेतोः चिन्तनमेव न कार्यम् ह्रदः वह्निमान् इति वदामश्चेत् क्लेशः भवति किमर्थमित्युक्ते नित्यत्वेन ह्रदे वह्निः यदा कदापि न भवति किन्तु हेतौ दुष्टत्वं सम्पादनीयम् अस्ति तत् कथम् इति चेत् अत्र अनया रीत्या एकज्ञानविषयप्रकृतहेतुता अवच्छेदकमत्वसम्बन्धेन दोषः अत्र दुष्टे घटत्वे सम्पादितं भवति इति जातम् तावदेव अत्र उक्तमस्ति बुद्धं वा तद् बुद्धं महोदय परन्तु सत्ता स्वीकृत्य एव तद् सत्ता स्वीकृत्य तद् वक्तुं शक्यते खलु किमर्थं सत्ता न स्वीकृतं सत्यं समीचीनचिन्तनं किन्तु भवतु भवानेव चिन्तयतु सत्ता कुत्र सत्ता इति जातिः अस्ति खलु पराजाति जातिः सर्वत्र अस्ति सर्वत्र अस्ति वा कुत्र कुत्र अस्ति यत्र सप्तपदार्थेषु सत्ता अस्ति वा न भिन्न अस्ति अतिरिक्तजातिः अस्ति न सत्ता इति सत्ता इति पराजातिः इति सत्यं किन्तु सत्ता जातिः केषु पदार्थेषु वर्तते सर्वेषु पदार्थेषु वर्तते सत्यभामा भगिनी किं चिन्तयति महोदय सत्ता इति अतिरिक्तजातिः अस्ति केषु पदार्थेषु भवितुमर्हति सत्ता जातिः द्रव्ये भवितुमर्हति ग्यारण्टी हा उत्तमं द्रव्ये भवितुमर्हति अनन्तरं नवद्रव्येषु द्रव्यत्वमस्ति खलु तदस्ति द्रव्यत्वमिति जातिः अस्ति इति कृत्वा द्रव्यत्वात् अतिरिक्ता जातिः अस्ति सत्ता इति कृत्वा सर्वेषु द्रव्येषु सत्ता भवितुमर्हति गुणेषु भवति वा गुणेषु भवितुमर्हति सर्वदा इत्युक्ते रूपत्वम् अत्र सप्तविधरूपा रूपाणि सन्ति खलु नीलपीत इति तेषु सर्वेषु रूपत्वम् इति जातिः अस्ति तर्हि रूपत्वम् इति जातेः अपेक्षया सत्ता इति जातिः अतिरिक्ता जातिः इति कृत्वा गुणेषु रूपत्वं भवति सत्ता भवति तदनन्तरं क्रियासु भवति वा क्रियासु अपि भवति क्रिया तर्हि जातिसु जातिः भवति वा सर्वदा भवति जातिः जातिसु प्रश्नं श्रुत्वा वदतु विपरीतरीत्या जातिषु जातिषु जातिः भवति वा इति प्रश्नः न भवति द्रव्य द्रव्यगुणकर्मणि द्रव्ये गुणे कर्म भवति इति त्रिषु द्रव्येषु एव जातिः भवति रमेश महोदय आं महोदय हा तर्हि सत्ता स्वीकृत्य अत्र सम्बन्धः न कारयितुं शक्यते प्रथमं सत्ता इति जातिः केवलं त्रिषु पदार्थेषु भवति इति एकम् अपि च सत्ता अधिकरणं भवितुमर्हति वा भवति खलु महोदय सत्ता अधिकरणं भवति घटत्वं घटे समवायसम्बन्धेन भवति घटः घटत्वे केन सम्बन्धेन भवति तादात्म्यसम्बन्धेन न घटत्वं घटत्वे तादात्म्यसम्बन्धेन भवति किन्तु घटः घटत्वे केन सम्बन्धेन भवति केनापि सम्बन्धेन न भवति घटः घटत्वे न भवति, न भवति इत्युक्ते जातिः सर्वदा आदेयः एव भवति, अधिकरणत्वं जातौ यदा कदापि न भवति। हा, अतः एव अस्माभिः पूर्वं चिन्तितम् अत्र द्रव्याणि एव सर्वेषां पदार्थानाम् अधिकरणं भवति, अधिकरणत्वं कुत्र भवति इति चेत् केवलं द्रव्ये भवति। अस्तु, अत्र ज्ञाने अपि भवति खलु महोदय, एकनिमिषं, सत्ता द्रव्यम् आश्रित्य तिष्ठति इति वा इत्युक्ते किं? सत्ता द्रव्यम् आधेयरूपेण आश्रयः भवति वा इति? सत्यम्, आश्रित आश्रयं स्वीकृत्य तिष्ठति, सत्यं। सत्ता घटे अस्ति, तदेव सम्बन्धेन, तदेव प्रश्नः। हा, सत्ता घटे अस्ति, आश्रित्य तिष्ठति इति वक्तव्यं। जातिः घटम् आश्रित्य तिष्ठति, विपरीतरीत्या न भवति। तर्हि अत्र सत्ता जातिः अधिकरणत्वेन स्वीकृत्य तयोः मध्ये सम्बन्धः, समानाधिकरण्यं, समान अधिकरणं किं? सत्ता इति जातिः, सत्ता इति जातिः वह्ने अभावत् हृदे अपि अस्ति, घटत्वे अपि अस्ति इति न वक्तुं शक्यते। किमर्थमित्युक्ते घटत्वे सत्ता नास्ति। किमर्थम् इति चेत् घटत्वमिति स्वयं जातिः, जातौ जातिः न भवति, केवलं द्रव्यमेव अन्यस्मिन् द्रव्ये भवति संयोगसम्बन्धेन इति कृत्वा एव संयोगसम्बन्धः इति भिन्नसम्बन्धः तैः कल्पितः अस्ति। बहु समीचीनं। तर्हि वह्नि अभावत् हृदः घटत्वं च इति समूह आलम्बनज्ञानम् इति एतादृशं चिन्तनीयं, बहु समीचीनचिन्तनं रमेशमहोदय। इत्युक्ते द्रव्यं सर्वासु द्रव्येषु अधिकरणत्वं भवितुमर्हति, सर्वासु गुणेषु अधिकरणं भवति इति न वक्तुं शक्यते, केवलं ज्ञानमिति गुणः, ज्ञाने विषयाः भवन्ति, ज्ञानमपि विषयेषु भवन्ति, विषयतासम्बन्धेन ज्ञानं विषयेषु भवन्ति, विषयितासम्बन्धेन विषयाः ज्ञाने भवन्ति। ज्ञानम् अधिकरणत्वेन भवितुमर्हति, यद्यपि गुणः स्वयं, किन्तु अधिकरणं भवितुमर्हति। कस्य इति चेत् द्रव्यस्य अधिकरणं भवति इदानीं, तदपि पश्यतु, द्रव्यस्य अधिकरणम् इदानीं गुणः, कः गुणः? ज्ञानं। कस्य द्रव्यस्य? घटस्य। कथं वा इति चेत् अयं घटः इति ज्ञाने घटः विषयितासम्बन्धेन ज्ञाने अस्ति। इति अस्ति। तर्हि अत्र वन्य अभावत् हृदः इति दोषः अत्र घटत्वे आनीतं केन सम्बन्धेन इति चेत् एकज्ञानविषयप्रकृतिहेतुता अवच्छेदकवत्त्वसम्बन्धेन आनीतम्। एकज्ञानविषयप्रकृतिहेतुता अवच्छेदकवत्त्वम् इत्युक्ते किम् इति चेत् घटत्वत्वं। घटत्वत्वं कुत्र अस्ति? घटे अस्ति, घटत्वे अस्ति। स च घटत्वं कुत्र अस्ति? वह्नि अभावत् ह्रदः इति विशेष्यः यस्मिन् ज्ञाने अस्ति तस्मिन् ज्ञाने एव घटत्वम् अस्ति इति कृत्वा अत्र एकज्ञानविषयप्रकृतिहेतुता अवच्छेदकवत्त्वसम्बन्धेन वह्नि अभावत् ह्रदः घटत्वे कल्पितम्। अधिकरणं किं? ज्ञानं, समूहालज्ञानमेव अधिकरणम्। तर्हि वन्य अभावत् हृदः इति दोषः घटत्वे आनीतम् इति कृत्वा घटत्वे इदानीं दुष्टत्वं सम्पादितम् अनेन सम्बन्धेन। किन्तु सर्वत्र एतादृशमेव वक्तव्यमिति नियमेन नास्ति, यथा अस्माभिः दृष्टं वन्य अभावत् हृदवृत्तिप्रमेयत्वं प्रमेयत्वम् इति अस्मिन् ज्ञाने प्रमेयत्वं साक्षात् अस्ति इति कृत्वा तत्र तादात्म्यसम्बन्धेन वह्नि अभावद्वृत्तिप्रमेयत्वं प्रमेयत्वे अस्ति तादात्म्यसम्बन्धेन। विशिष्टं शुद्धात् नातिरिच्यते इति ज्ञायेन, तद्वत्त्वं तदेव इति ज्ञायेनापि वह्यभावद्वृत्तिप्रमेयत्वं प्रमेयत्वे तादात्म्यसम्बन्धेन अस्ति इति कृत्वा वस्तुतः ते एकज्ञानविषये प्रकृतहेतुतावच्छेदकत्वम् अत्वसम्बन्धेन दुष्टत्वं न सम्पादनीयम्। किन्तु सर्वत्र सर्वत्र इत्युक्ते हृदः वह्निमान् घटत्वात् इत्युक्ते यत्र यत्र नित्यपदार्थः हेतुत्वेन भवति तत्र सर्वत्र एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वसम्बन्धत्वेन एव कल्पयितुं शक्यते। किन्तु ग्रन्थकारः किं करोति सर्वसार्वत्रिकं भवतु अपि च अभ्यासाय अपि भवतु इति कृत्वा यत्र यत्र हेत्वाभासः साधयति तत्र सर्वत्र एकं समूह आलम्बनज्ञानं कल्पयित्वा तस्मिन् समूह आलम्बनज्ञाने एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वसम्बन्धेन दोषः दुष्टे अस्ति इति निरूपयति। तर्हि अग्रे यदा गच्छेम इदानीं समयः जातः अग्रिमे वर्गे असाधारणनिरूपणम् इति भवति तर्हि सर्वत्र एतादृशमेव वक्तव्यं। प्रथमं तत्र प्रतिबन्धकज्ञानस्य आकारः कः प्रतिबद्धज्ञानस्य आकारः कः तत्र प्रतिबन्धकत्वं निरूपणीयं। प्रतिबन्धकत्वं नाम किं प्रमात्वे सति निश्चयत्वे सति समानाकारकत्वं निरूपणीयं। तर्हि प्रमात्वम् इति चेत् कथं केन प्रमाणेन प्रमात्वम् आगतम् इति कृत्वा एव अत्र स्प्रेड्शीट् मध्ये केन प्रमाणेन इति मया एकं कालं तत्र स्थापितमस्ति स्तम्भः स्थापितः अस्ति। अस्तु तदनन्तरं तत् स्तम्भं पश्यामश्चेत् प्रमात्वम् आगच्छति निश्चयत्वमपि आगच्छति। तर्हि इदानीं समान आकारकत्वं निरूपणीयं। समान आकारकत्वम् इत्युक्ते किं समानविशेष्यत्वे सति अतः समानविशेष्यः कः इति एकं स्तम्भं स्थापितं समानविशेष्य मत्वे समानविशेष्यता किम् एकनिमिषं वदामि। हा समानाकारकत्वम् इत्युक्ते समानविशेष्यकत्वे सति समानविशेष्य अवच्छेदकत्वे तर्हि समानविशेष्यता अवच्छेदकः कः इति अपि एकं स्तम्भं स्थापितं। तदनन्तरं भावाभावप्रकारकत्वं भवेत् तर्हि प्रतिबद्धकज्ञाने प्रकारः कः कः तस्य अभावः कः प्रतिबन्धकज्ञाने प्रकाररूपेण भवेत् इति तदपि स्थापितं। तदनन्तरं प्रतिबद्धज्ञाने प्रकारता अवच्छेदकं किमस्ति तस्य अभावः नो चेत् सः एव अभावः सः एव अवच्छेदकः प्रतिबद्ध प्रतिबन्धकज्ञाने अपि भवेत् इति तदपि तत्र स्थापितमस्ति। तदनन्तरं कया मुद्रया तदभाववत्ता मुद्रया नो चेत् तदभाव व्याप्यवत्ता मुद्रया इति निश्चयः। तर्हि मुद्रा किम् इति स्थापितं तदनन्तरं दोषः कः इति स्थापितं तदनन्तरम् अस्तु अत्र दुष्टः कः इत्युक्ते दुष्टः इत्युक्ते साक्षात् हेतुः सः एव दुष्टः तर्हि भिन्नरीत्या अत्र स्तम्भं न स्थापनीयं तदवगच्छेम। तर्हि दोषः दुष्टे सम्पादनीयमस्ति तत् कथम् इति चेत् समूह आलम्बनज्ञानं किञ्चित् कल्पनीयं तर्हि समूह आलम्बनज्ञानस्य आकारः कः इति अपि उक्तं। तदनन्तरं दोषवत्त्वम् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वम् अवच्छेदकवत्त्वं प्रमेयत्वत्वम् इति तादृशं तत्र स्थापितमस्ति। तर्हि क्रमेण चिन्तयामश्चेत् सर्वं समञ्जसं भवति। तर्हि अग्रिमे वर्गे एतादृशमेव कुर्मः असाधारणनिरूपणं। तर्हि कृपया सर्वे किं कुर्वन्तु एकवारम् अत्र साधारणहेत्वभासः अत्र 9 इति सङ्ख्याक रो मध्ये सव्यविचारसाधारणः मया स्थापितः अस्ति पर्वतः वह्निमान् प्रमेयत्वात् इति तद् एकवारं पठन्तु क्रमेण पठन्तु तदा अग्रे यदा गच्छेम असाधारणनिरूपणमिति एतादृशं समानरीत्या चिन्तनं कुर्मश्चेत् सर्वं समञ्जसं भवति। अस्तु सर्वेभ्यो नमस्कारः धन्यवादाश्च।